आरम्भश्लोकं वदतु महालक्ष्मी. हरिः ॐ श्रीगुरुभ्यो नमः. ॐ श्रीगणेशाय नमः. येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वां सरस्वतीं देवीं शुद्धं गुण्यां करोम्यहं. पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं श्रीगुरुभ्यो नमः. हरिः ओम्. गतवर्गे वयं पठितवन्तः अत्र सिप्तश्री, एतत्तु परस्मैपदी धातूनां सिप्तश्री सिप्तस्य मिपुवस्मस् इति वयं पठितवन्तः. परन्तु अग्रे तु अत्र सीतः अन्ति सीतः त मी वहमः इति आसीत्. एतत् विषये वयं सूत्रमपि पठितवन्तः. इदानीम् अत्र आत्मनेपदी धातूनां मूल तिङ् प्रत्ययाः किम् इति चेत् ता आतां झ, तास् आतां द्वम्, इड् वहि महिङ्ग् इति अस्ति. ता आताम् अत्र किं किं परिवर्तनम् अभवत्? एतत्तु सिद्ध रूपेण मूलतिङ् प्रत्ययाः, अतः आतां प्रथमतकारः, आथां मधिमपुरुष द्विवचनं द्वितीयतकारः, द्वम् इड् वहि महिङ्ग्. अत्र किमपि किं परिवर्तनम् इति चेत् अत्र वयं दशलकाराः विषये एव दृष्टवन्तः. तिङ् इति अस्ति चेत् अत्र ति इति अस्ति, इङ् आत्मनेपदी अन्तिमवर्णाः सन्ति, एतत् मिलित्वा एव तिङ् इति अस्ति इति वयं दृष्टवन्तः. अनन्तरमत्र एतत्तु अङ्गं द्विविधाः, एकस्मिन् पक्षे अदन्तम्, अन्यस्मिन् पक्षे अनदन्तम्. मया पूर्वम् उक्तम् अत्र ह्रस्व उदात्तः, ह्रस्व अनुदात्तः, त्वरितः इति अस्ति. मया प्रेषितमेव एतत् विषये ग्रूप् मध्ये. अत्र पश्यतु, एकस्मिन् पक्षे ह्रस्वः, ह्रस्व उदात्तः, ह्रस्व अनुदात्तः, ह्रस्व ह्रस्व उदात्तः, अनन्तरं ह्रस्व उदा ह्रस्व उदात्तः अनुनासिकः, ह्रस्व उदात्तः अनुनासिकः, अनन्तरमत्र दीर्घं चेत् अत्र दीर्घ अनुदात्तः, दीर्घ दीर्घ अनुदात्तः, दीर्घ अनुनासिकः, दीर्घ अननुनासिकः, तदेव भवति. अत्र पुलुतः अपि तदेव भवति. अत्र किञ्चित् स्थाने ए ओ ऐ औ इति अस्ति. एतत्तु ह्रस्वः नास्ति, अतः वेदाः द्वादश एव अभवत् इति. अनन्तरं किञ्चित् स्थाने एतत् केवल ह्रस्व औत्प्लुत होनेस् अत्र लृ इति स्वीकुर्मः. लृ इति अत्र ह्रस्वः एव भवति, अत्र दीर्घः नास्ति, अतः लकारविषये द्वादश एव इति मया प्रेषितम्. अत्र पश्यतु, एतत् विषये क्लेशः भवति वा? भवति चेत् वदतु. किमर्थं चेत् अत्र अदन्तम् अस्ति, अनदन्तम् अस्ति, उदात्तः अनुदात्तः, स्वरितः अस्ति, ह्रस्वः दीर्घः पुलुतः अस्ति, अनुनासिकवर्णः अननुनासिकवर्णाः सन्ति, अत्र यत्र यत्र दीर्घः भवति अत्र ह्रस्वः नास्ति, अतः द्वादश एव। यत्र ह्रस्वः भवति दीर्घः भवति प्लुतः भवति अत्र अष्टादश सन्ति इति मया पूर्वं प्रेषितम्। एतत् विषये आरम्भकाल पाठे एतत् पठितवन्तः, अत्र किमपि क्लेशः अस्ति चेत् पृच्छतु। इदानीम् अत्र परस्मैपदि विषये किं किम् अभवत् इति चेत्, हलन्त्यं तस्य लोपः, एतत् इत्संज्ञक सूत्रमस्ति, अन्तिमवर्णः इत् भवति इति कोऽपि उक्तवन्तः, तस्य लोपः इत् नास्ति। गतवर्गे किञ्चित् अत्र जाटिल्यम् अभवत्, तस्य लोपः अलन्त्यम् इति इत् संज्ञा नास्ति, बहुवारं वयं पठितवन्तः अलन्त्यं तस्य लोपः इत् संज्ञकः सूत्राणि सन्ति। अनन्तरं न विभक्तौ तुस्माः, अत्र तकारः सकारः मकारः इत् न भवति, प्रत्येकविशेषणसूत्रमस्ति अत्र। इदानीम् अत्र परस्मैपदी लट् लकारस्य सिप्तस्ति सिप्तस्थमिपुवस्म किमर्थम् अत्र किं किम् अभवत् इति वयं पठितवन्तः। अनन्तरम् इदानीम् अत्र लटि विषये किम् अभवत्, हलन्त्यं तस्य लोपः, न विभक्तौ तुस्माः, ससजुषोरुः, करावसानयोर्विसर्जनीयः, द्योन्तः, एतत् सर्वाणि कार्याणि भूत्वा अत्र अन्ततो गत्वा सीतः अन्ति सीतः त मीवहमः इति वयं दृष्टवन्तः। इदानीं नियमाः किं किम् अभवत् इति परस्मैपदी लोट् लकारविषये किं किम् अभवत्, किं किं कार्याणि भवति इति वयं पश्येम। महालक्ष्मी पठतु। मम स्क्रीन् न दृश्यते मा, स्क्रीन् शेर् न करोतु। अस्तु अस्तु। द्रष्टुं शक्यते वा? न मात, पठतु। नियमाः मा, नियमाः नियमाः एकनिमिषम्, नियमाः प्रथमं परस्मैपदस्य लोट् तिङ् प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति। द्वितीयं तस् तस् त मिप् मिप् नित्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः। तृतीयं लोटि नि स्थाने नि आदेशः। चतुर्थम् उत्तमपुरुषे आङ् आगमः प्रत्ययानाम् आदौ आ इति युज्यते। पञ्चमं वस् मस् नित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः। षष्ठम् मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः। सप्तमम् अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः। अष्टमं तिप् सिप् इत्यनयोः स्थाने स्थाने विकल्पेन तात् आदेशः अत्र प्रथमं पश्यतु टिप् अस्ति इकारः लोपः भवति इकारः लोपः भवति प्रश्नः उदेति वा किञ्चित् आम् अत्र प्रश्नः उदेति वा पृच्छतु इदानीम् अत्र पश्यतु टिप् इति अस्ति तत् तानि इकारः लोपः भवति केन सूत्रेण इति अग्रे आगच्छति तत् स्थाने उकारः भवति इकारस्य स्थाने उकारः अतः एव पठतु इति भवति इदानीं तस् तस्त मिप् तत् कुत्र भवति प्रथमपुरुष द्विवचने तस् मध्यमपुरुष द्विवचने थ मध्यमपुरुष बहुवचने मिप् उत्तमपुरुष एकवचने अत्र क्रमेण किं भवति तस्य स्थाने तां भवति अनन्तरम् अनन्तरं मध्यमपुरुष द्विवचने तस्य स्थाने तं भवति मध्यमपुरुष द्विवचने थ इति स्थाने त प्रथमतकारः अनन्तरं मिप् स्थाने अम् आदेशः भवति मनसि स्थापयतु मनसि एतत् सर्वं निधाय एव अत्र ओ एतत् लोट् मध्ये अस्ति वा इति किमर्थं चेत् अत्र दशलकाराः सन्ति इदानीमेव लट् लो सर्वे किं स्वीकृतवन्तः चेत् लट् लोट् लङ् विधिलिङ्गे एव प्रथमम् आरम्भं करणीयम् किमर्थं चेत् अग्रे सूत्राणि किञ्चित् कठिनं भवति अतः एतत् सुलभतया प्रथमं यदा शिबिरमध्ये मम नाम विजया अस्ति भवत्याः नाम किम् इति यदा आरम्भं कृतवन्तः तदेव अत्रापि प्रथमं लट् अनन्तरं लोट् अनन्तरं लङ् अनन्तरं विधिलिङ्ग् इति क्रमेण स्वीकृतवन्तः सुलभतया पठनार्थम् अवगमनार्थम् अस्तु इदानीमत्र लोटि मी इति अस्ति मी कुत्र भवति उत्तमपुरुष एकवचने एव मी भवति तत् स्थाने इदानीं किं भवति आदेशः भवति उत्तमपुरुषे आङ् आगमः प्रत्ययानाम् आदौ आ इति प्रयुज्यते अनन्तरं बस् मस् नित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः भवति लोपः भवति पूर्वं वयं दृष्टवन्तः सकारः लोपः न भवति केन सूत्रेण न विभक्तौ सुस्मः उत्तम उत्तम न विभक्तौ सुस्मः इत्यनेन सकारस्य लोपः न भवति इति दृष्टवन्तः इदानीं लोट् मध्ये सकारस्य लोपः भवति अनन्तरं मध्यमपुरुषस्य टिप् स्थाने प्रत्ययस्य स्थाने हि आदेशः भवति एकं सूत्रमपि अस्ति एतत् विषये अत्र हि मया पूर्वम् उक्तं भिक्षां देहि हि इति प्रत्ययम् अस्ति दे योजनेन देहि इति भवति अतः मध्यमपुरुष टिप् स्थाने किम् आदेशः अभवत् मध्यमपुरुष टिप् टिप् स्थाने इदानीं किम् आदेशः किम् एव आदेशः भवति. अत्रैव उत्तरं दत्तम्, अत्रैव मम प्रश्नः अभवत्, तत् दृष्ट्वा अपि झटिति उत्तरं न दातुं शक्यते चेत् अस्तु. इदानीम् अङ्गम् अदन्तं चेत् तस्य सी प्रत्ययस्य लोपः भवति. ओ एतदपि अभवत् वा? इदानीमेव भवती उक्तवन्तः टिप् स्थनिः आदेशः भवति इति. इदानीम् अङ्गम् अदन्तम् अस्ति चेत् तत् हि अपि लोपः भवति, अतः तत् स्थाने किं भवति? शून्यं भवति, किमपि नास्ति, तावदेव. सिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति. इदानीम् अतः एव पठतु पठतात्, भवतु भवतात् इति भवति. अनन्तरम् इदानीमेव मया उक्तम् अदन्तं भव, वकार उत्तरवर्ति किम् अस्ति? अकार, अकार अतः अकारः अदन्तम् अस्ति, अतः तत्र किम् अभवत्? अदन्तं चेत् हि प्रत्यय लोप. उत्तमं, बहु उत्तमम्. अत्र नियमाः सन्ति खलु, इदानीमेव महालक्ष्म्याः पठितम् अङ्गम् अदन्तं चेत् अत्रैव उत्तरमस्ति, अत्रैव मम प्रश्नः अस्ति. अदन्तम् अङ्गं भव इति अस्ति, वकार उत्तरवर्ति अकारः अस्ति, अतः हि लोपः भवति, अतः तत् स्थाने किमपि नास्ति, भव एव तिष्ठति, शून्यं भवति अत्र. इदानीं टिप् कुत्र भवति? प्रथमपुरुष एकवचनम्, एकवचनं. सिप् कुत्र भवति? सिप् मध्यमपुरुष एकवचनम्, एकवचनं. स्थाने द्वयोः स्थाने लोट् लकारमध्ये किम् इदानीं विकल्पेन आदेशः भवति? तात् तात् आदेशः, अतः एव भवतात् पठतात् इति अस्ति. पट इति टकार उत्तरवर्ती आकारः अस्ति, अतः तत्र हि लोपः भवति. एतत् मनसि निधाय अग्रे गच्छेम, परन्तु पुनरपि पठेम. किम् अत्र नियमाः मनसि स्थापनीयमेव, पुनरपि एकवारम्. अञ्जनभगिनी पठतु. परस्मैपदस्य लोपः तिङ् प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति. तस् थस् था मिप् निसु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने रमेण तां तं ता अम् एते आदेशाः, लोटि मि स्थाने नि आदेशः. उत्तमपुरुषे आङ् आगमः, प्रत्ययानाम् आदौ आ इति प्रयुज्यते युज्यते. वस् मस् निसु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः. मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः. अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः. तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः. अत्र एकमेकं पङ्क्तिं स्वीकृत्य शान्ताभगिनी अर्थं वदतु. नमस्कारः. नमस्कारः. परस्मैपदस्य लोटतिङ्प्रत्ययेषु यत्र चकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति प्रश्ने पदे लोट् यत्र यत्र तिङ् वयं प्रयोगं कुर्मः तत्र इकारः यत्र भवति तत्र वयम् तत् इकारः उकारः इति भवति उदाहरणरूपेण पठति इति अस्ति चेत् पठतु इति भवति उकारः पठति इति इकारः भवति तत् स्थाने इकारस्य स्थाने उकारः भवति द्वितीयबिन्दुः तस् हस् थ विप् दिस्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशाः एक्साम्पल् पठत् पठतस् पठ प्लस् पठ योगः तस् पठतस् इति अद् पठताम् इति भवति पठयोगः तस् पठतम् इति भवति पठयोगः पठत इति भवति पठयोगः मिप् पठम् इति भवति पठतं खलु लोटि नि स्थाने नि आदेशः उत्तमपुरुष एकवचने नि स्थाने नि आदेशः पठामि पठानि इति आदेशः उत्तमपुरुष आङ् आगमः प्रत्ययानाम् आदौ आ इति उच्यते उत्तमपुरुषे पठ योगः आङ् पठा पा उत्तमपुरुष पठानि इति भवति पठामि इति पठानि इति भवति वस् मस् ञसु लकारेषु लोटि च अनयोः स्थितस्य चकारस्य लोपः पठयोगः वस् स लोपः भवति अतः पठावः इति भवति पठयोगः मस् पठामः इति भवति पठयोगः ङीषु अत्र सकारः अस्ति चेत् एव तत्सजुषोरुः कर अवसानयोर्विसर्जनीयः कार्यं करोति इदानीं सकारस्य लोपः भवति एकनिमिषम् अत्र द्रष्टुं शक्यते खलु शान्तभगिनी लोट् पठतु अर्तरि लोट् लकारः प्रश्नेपदे भवतात् भवतात् भवतु भवतां भवन्तु भव भवतात् भवतात् भवतं भवत भवानि भवाम भवाम प्रत्येच उत्तमपुरुषे आ आगमनं भवति भव आनि भव भवामि इति भवानि इति भवति भवावः भवाम भवाव भवाम आगमनं आ आगमनं भवति अत्र अत्र सकारः नास्ति खलु सकारः इति भवति इदानीमेव पठितवती अतः पटावः इति नास्ति पटाव तदेव अत्र भवामः भवावः भवामः अत्र इदानीमेव पठितवती अत्र सकारस्य लोपः भवति अदन्तम् अङ्गं चेत् पठितवती वा नास्ति वा इदानीं किं भवति अत्र वसु मसु नित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः भवति अतः एव भवाव भवाम इदानीम् अत्र किं लटि अस्ति चेत् किं भवति इदानीं लोटि विषये लटि अस्ति चेत् पठामि लट् लट् पठामि भवामि न भवामि भवावः भवामः विसर्गः श्रूयते कुत्र कुत्र विसर्गः श्रूयते अत्र पश्यतु लट्लकारे श्रूयते लकारे न श्रूयते किं किं लट्लकारे विसर्गः श्रूयते अनन्तरं लिट्लकारे न श्रूयते लोट्लकारे न श्रूयते लिट् बहु क्लिष्टकरमस्ति लिट् अस्त पश्यतु बभूव बभूवतुः बहु क्लेशः भवति अत्र लिट्लकारे किम् अभवत् वयं पूर्वं पठितवन्तः कोऽपि मया बहुवारम् उक्तं भवति इडागमनं भवति अन्य कोऽपि अत्रैव उत्तरमस्ति अत्रैव उत्तरमस्ति समीचीनतया पश्यतु कोऽपि बभूव अत्रैव उत्तरमस्ति बा बा इति द्विवारम् आगच्छति खलु अतः किम् अभवत् द्वित्वम् उत्तमम् का उक्तवती अञ्जना का उक्तवती अञ्जना अञ्जना उत्तमम् अत्र लिट् लुङ् न लिट् अनन्तरं मया उक्तं खलु सन्नन्तं यङ् चङ् लिङ् लिट् तत् स्थाने सर्वदा द्वित्वं भवति अतः एकवर्णः द्विवारम् आगत्य कार्यं करोति एतत् बहु क्लिष्टकरमस्ति अतः एव इदानीं वयं न स्वीकृतवन्तः लट् लोट् लङ् विधिलिङ्गेव लिट् इति क्लिष्टकरं भवति अतः अग्रे तत् समये सर्वे किम् अस्ति चतुराः भवन्ति एव इदानीं वयं पठितवन्तः लोट् विषये अत्र भवावः इति अकारः अदन्तम् अङ्गमस्ति भव इति अतः तत्र किम् अभवत् विसर्गः लोपः उत्तमं नास्ति विसर्गः नास्ति एतदेव मनसि स्थापनीयम् विसर्गः अस्ति कुत्र लट् विषये केन सूत्रेण विसर्गः न लोपः भवति झटिति वदतु अन्य कोऽपि अर्चनायाः अन्यनाम न विभक्तौ स्मः किमर्थम् एतत् विस्मृतवन्तः गतवर्गे मया उक्तं लटिविषये इदानीम् इतपर्यन्तम् अहं किमपि कार्यं न करोमि इति. अत्र पश्यतु, लट् विषये भवावः भवामः भवति, अत्र विसर्गः तकारस्य लोपः न भवति. केन सूत्रेण? न विभक्तौ तुस्माः इत्यनेन विसर्गः लोपः न भवति. इदानीम् अत्र पश्यतु, लोट् विषये अत्र न विभक्तौ तुस्माः कार्यं न करोति, सकारस्य लोपः भवति. मनसि स्थापयतु, पुनरपि अहं वदामि एव एतत् विषये. झटिति विस्मृतवन्तः, अनन्तरम् अत्र क्लेशः अपि भवति. इदानीम् अत्र षष्टम वदतु भगिनी. नित्सु एक उदाहरणं वदतु. नित्सु इति उदाहरणं नास्ति अत्र. नित्सु इत्युक्ते किम्? मुख्यविषयः एव. मया पूर्वम् उक्तं नित्सु इत्युक्ते निति च इत्यनेन अत्र यत्र यत्र नकारः भवति तत् स्थाने निति च इति अत्र गुणनिषेधः भवति. एतत्तु अत्र ति इति अस्ति. एतत् मया उक्तम् अत्र नित्सु नास्ति, तित् अस्ति. सः इति सः अन्ति. एतत्तु अपित् अस्ति. अपित् इत्युक्ते नित्सु भवति. निस् इत्युक्ते क्निति च इत्यनेन गुणनिषेधः. त्रीणि कार्याणि आगच्छति. यत्र यत्र अपित् भवति, अपित् एव नित्सु. नित्सु एव निति च इत्यनेन गुणनिषेधः. नित्सु इति उदाहरणं नास्ति अत्र. सः अन्ति नित्सु भवति. सः त नित्सु भवति. वः मह नित्सु भवति. ति तित् अस्ति. मि तित् अस्ति. इदानीं तः अन्ति अपित् अस्ति, नित्सु भवति. निति च इत्यनेन गुणनिषेधः. सः त अपित् अस्ति, नित्सु भवति. निति च इत्यनेन गुणनिषेधः. वहमः अस्ति, अपित् अस्ति. अपित् अस्ति चेत् नित्सु भवति. नित्सु भवति चेत् अत्र निति च इत्यनेन गुणनिषेधः. समीचीनम्. इतपर्यन्तम् अत्र एतत् विषये क्लेशः भवति वा? प्रश्नः उदेति वा? पृच्छतु, इदानीमेव पृच्छतु. उत्तमरीत्या अत्र शान्ता भगिन्याः एतत् विषये उदेति एव प्रश्नः. नित्सु इति उदाहरणमत्र नास्ति. नित्सु इत्युक्ते किम्? इत्युक्ते गुणनिषेधः. गुणनिषेधः अन्य अन्य पदं किम्? अपित् निति च. उत्तमम्. अपित् अपित् एव. अपित् पित् नास्ति, अपित्. अतः सर्वदा मनसि स्थापयतु, ति पित् अस्ति, ति पित् अस्ति, मि पित् अस्ति, सः अन्ति अपित् अस्ति, निस्तु भवति, निति च इत्यनेन गुणनिषेधः. तदेव सः त वहमः. इदानीमत्र अवगच्छन्ति खलु? क्लेशः नास्ति. इदानीमत्र अग्रे पठतु. मध्यमपुरुषस्य सिप् प्रत्ययस्थाने सि इति आदेशः. मध्यमपुरुषे सिप् पठ योगः सिप् पठसि तत् स्थाने हि आदेशः पठहि. अत्र पूर्णतया सिप् गतवन् गतः पूर्णतया गतः तत् स्थाने इदानीं किम् अभवत् हि आदेशः. इदानीम् अत्र जुहोत्यादिगणे स्वीकुर्मः चेत् अत्र भिक्षां देहि हि योजनेन अत्र देहि इति शब्दम् आगत्य कार्यं करोति. अग्रे पठतु. अङ्गम् अदन्तं चेत् तस्य हि हि प्रत्ययस्य लोपः. यदि अदन्तः भवति तदा हि नास्ति, हि अपि लोपः. विकल्पेन तात् आदेशः भव इति अस्ति चेत् अत्र शृणोतु भव इति अस्ति चेत् अत्र अदन्तम् अङ्गमस्ति, अतः तत् स्थाने किम् अभवत् हि लोपः भवति, अतः भव एव. अनन्तरम् अत्र तिप् सिप् प्रथमपुरुषे एकवचनं, प्रथमपुरुष मध्यम मध्यमपुरुषे एकवचनं अस्ति चेत् विकल्पेन एकस्मिन् पक्षे तात् भवति, अन्यस्मिन् पक्षे तात् न भवति. अतः एव भवतात् भव इति भवति. एकस्मिन् पक्षे भवति, अन्यस्मिन् पक्षे न भवति. एतदपि मनसि स्थापयतु. एतत् उदाहरणरूपेण अत्र द्रष्टुं शक्यते चेत् अत्र भवतात् भवतु, भव भवतात्, एकस्मिन् पक्षे भव भवति, अन्यस्मिन् पक्षे भवतात्, अतः रूपं द्वयं भवति. किमर्थम् अत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः आगत्य भवताद् इति भवति? जलां जशवन्ति. उत्तमं, जलां जशवन्ति इत्यनेन एव. अनन्तरम् अत्र जलां जशवन्ति स्थाने अत्र तृतीयवर्णस्य स्थाने प्रथमवर्णः आगत्य कार्यं करोति केन सूत्रेण? करीच न वा अवसाने, अवसानमस्ति अत्र, अवसानमस्ति. अवसानमित्युक्ते अन्ततो अन्तिमवर्णः अस्ति चेत् अत्र वा अवसाने इत्यनेन एव अत्र तृतीयवर्णस्य स्थाने प्रथमवर्णः आगत्य कार्यं करोति. प्रथमं भव योगः, तात् जलां चषन्ति, भवतात् तृतीयवर्णस्य स्थाने प्रथमवर्णः, वा अवसाने इत्यनेन एव मनसि स्थापयतु. करिचय इति नास्ति, करिचय अत्र अवसानविषये नास्ति, अतः तत्र वा अवसाने इत्यनेन एव अत्र भवतात् भवति. अतः तत्र प्रथमं इकारस्य स्थाने उकारः भवति, भवतु. अनन्तरम् अत्र भवतादिति भवति, जलं जिषोति. अनन्तरमेव अत्र वा अवसाने इत्यनेन भवता, अतः रूपद्वयं भवति, रूपत्रयं भवति. अस्तु, इतः पर्यन्तं क्लेशः अस्ति चेत् पृच्छतु, न तु अग्रे गच्छेम. अत्र महाल अनन्तलक्ष्मी पठतु. गोदामल् पठतु. नित् लकारः ङकारः इत् येषां ते लङ् लिङ् लुङ् लृङ् लोट् णिद्वत् भवति. अतः यत्र णित् लकाराणां सार्वत्रिकः नियमः भवति बहुत्र लोटि अपि तस्य नियमस्य प्रसक्तितः. तर्हि प्रसक्तिः इदानीमत्र प्रसक्तिः नित्यलकारः नित्यलकारः ञकारः यत्र श्रूयते अत्र लङ् इति अस्ति ञकारः श्रूयते लिङ् अस्ति ञकारः श्रूयते लुङ् अस्ति ञकारः श्रूयते लृङ् अस्ति ञकारः श्रूयते. एतत् सर्वाणि अत्र लकाराः लोट् नित्वत् भवति. लोट् यदा नित्वत् भवति अपि तु भवति तदेव अत्र अपि भवति. नियमाः एतत् एव अत्र सन्ति. इदानीमत्र तकारः कुत्र कुत्र भवति? इदानीं ञकारः विषये वयं दृष्टवन्तः. तकारः कुत्र कुत्र भवति? वदतु, अकारः कुत्र भवति? लट् खलु, लोट् लिट् लुट् लृट् सर्वत्र किं भवति? अकारः श्रूयते एव. धातुमाला पुस्तकमस्ति वा? दशलकारः सन्ति एव खलु. अत्र टकारः कुत्र कुत्र श्रूयते? लेट् लोट् लिट् लुट् लुट् लृट् लृट् खलु. भविष्यति इति फ्यूचर् टेन्स्, भविष्यत्कालं भवति. अतः टकारः तत्र श्रूयते. ञकारः लङ् लिङ् लुङ् ऋङ् मध्ये ञकारः यत्र ञकारः श्रूयते अत्र नित्वत् भवति. नित्वत् इत्युक्ते किम्? अपि तु भवति. अस्तु, एतत् विषये अपि अत्र नियमाः सन्ति. एकम् एकं स्वीकृत्य इदानीं नियमाः पूर्णतया पठतु. अनन्तलक्ष्मी पठतु. तर्हि नियमान् अनुसृत्य कार्यम् एवम्. तिप् तिप् पकारलोपः. टि तु इति लोट् प्रत्ययः निष्पन्नः. तस् ताम् इति लोट् प्रत्ययः निष्पन्नः. हि अन्त् योगः इ अन्ति. अन्तु इति लोट् प्रत्ययः निष्पन्नः. सिप् सिप् स्थाने हि हि लोभः शून्यः. अत्र किमपि न युज्यते. धस् तम् इति लोट् प्रत्ययः निष्पन्नः. धा ता इति लोट् प्रत्ययः निष्पन्नः. मिप् नी अन्ति आनि इति लोट् प्रत्ययः निष्पन्नः. वस् वा आव इति लोट् प्रत्ययः निष्पन्नः. मस् मा आम् इति आम इति लोट् प्रत्ययः निष्पन्नः. अतः एव पठाम इति भवति खलु लोट् प्रत्ययस्य. इदानीमत्र एकमेकं स्वीकृत्य अर्थं वदतु. तिप् इति अस्ति, तिप् पकारः लोपः लट् लकारे पकारः लोपः भवति. लोट् लकारे तु प्रत्ययः तु इति लोट् प्रत्ययः आदेशः भवति. पठति लट् लकारे पठति अस्य स्थाने ति स्थाने तु आदेशः तावदेव. ति स्थाने तु आदेशः भवति लोट् लकारे. पठतु इति पठ् धातोः पठ् पठतु इति रूपम्. तस् ताम् इति लोट् प्रत्ययः निष्पन्नः. तस् मध्यमपुरुष द्विवचनं. पठताम् इति लोट् प्रत्ययः. सकारः लोपः भवति. तस्य इति कुत्र भवति? मध्यमपुरुष न द्विवचनं द्विवचनं कुत्र भवति? प्रथमपुरुष द्विवचनं. प्रथमपुरुषद्विवचनं. अग्रे सकारः लोपः भवति. इदानीम् अत्र तस्य स्थाने पूर्णतया ताम् आदेशः भवति. कुत्र भवति? लोट् मध्ये भवति. अतः एव पठताम् इति भवति. अनन्तरं जि स्थाने अग्रे अनन्तलक्ष्मी अस्ति वा? अस्तु अञ्जना. पकारलोपः टि जि जि पठतु. जि पठतु जि छि छि अन्त अन्त् योगः इ अन्ति. अन्तु इति लोट् प्रत्ययः निष्पन्नः. छोन्दः इति छोन्दः इति सूत्रेण कुत्र भवति? प्रथमपुरुष बहुवचनम्. अतः पठन्तु पठन्तु पठन्तु इति भवति. सिप् सिप् स्थाने हि हि लोभः. सिप् स्थाने पकारः लोभः भवति. लोपः भवति. सि स्थाने हि भवति. इदानीं हि लोपः भवति. अतः तत्र शून्यं भवति. हि कुत्र लोपः भवति? मध्यमपुरुषे एकवचनं. निमित्तं किम्? निमित्तं किम्? अन्य गुण भवति. निमित्तं किम् अत्र? अदन्तमस्ति अञ्जना. अदन्तमस्ति अदन्तमस्ति चेत् अदन्तमस्ति चेदेव सर्वे कृपया म्यूट् मध्ये तिष्ठतु. तिष्ठन्तु. अत्र अदन्तम् अङ्गम् अदन्तम् अङ्गम् अस्ति चेत् एव हि लोपः भवति. मनसि स्थापयतु. पुनरपि पुनरपि एतत् विषये पठन्ति चेत् अत्र कालं व्ययः भवति. मनसि स्थापयतु. कुत्रापि लिखतु अदन्तम् अङ्गम् अङ्गम् अदन्तम् अकारः श्रूयते चेत् तत् स्थाने हि लोपः भवति. अतः तत् स्थाने शून्यमेव भवति. अतः भवः इति नास्ति. भव एव तिष्ठति. पट एव तिष्ठति. पटः इति नास्ति. समीचीनम्? अवगतम्? अग्रे गच्छतु. तस् ताम् इति लोट् प्रत्ययः निष्पन्नः. ताम् नास्ति. तम् एव तं घस् तम् इति लोट् प्रत्ययः निष्पन्नः पठतम् तस्य स्थाने पूर्णतया तत्स्थाने पूर्णतया तम् आदेशः भवति पठतं पठतम् अग्रे था मध्यमपुरुष बहुवचनं ता इति लोट् प्रत्ययः निष्पन्नः पठत था स्थाने ता आदेशः भवति पठत इति रूपम् इति अत्र द्वितीयतकारस्य स्थाने प्रथमतकारः आदेशः भवति एतत् मनसि स्थापनीयं पुनरपि पुनरपि एतत् विषये पठनीयं चेत् कालद्रयः भवति द्वितीयवर्णस्य स्थाने प्रथमवर्ण आदेश किमपि सूत्रम् अस्ति नास्ति नास्ति अत्र आम् अस्ति एव तस्य समीपं तां तं तमः अग्रे आगच्छति क्लेशकमस्ति इदानीम् अग्रे मिप् मिप् स्थाने नि आदेशः भवति लोट् लोट् प्रत्ययः पठ पठामि स्थाने पठानि पठानि मध्यम उत्तमपुरुष एकवचनं वस्तुस्थाने वा सकारः लोपः भवति वा एव तिष्ठति पठाव आव इति लोट् प्रत्ययः निष्पन्नः पठाव मस् मा आम इति लोट् प्रत्ययः पठाम इति उत्तमपुरुष बहुवचनम् इदानीम् अत्र उत्तमपुरुषे एकवारम् एतत् पठतु उत्तमपुरुषे आड् आगमः प्रत्ययानाम् आदौ आ इति विद्यते अतः एव पठाव पठाम अत्र आड् उत्तमपुरुष आङ् अतः एव अत्र आम् आदेशः पठाम पठाव इति भवति एतत्तु प्रत्ययमस्ति किमर्थमत्र पट्टि एव अस्ति अत्र पठाव पठाम भवति अनन्तरम् अत्र आम् इति लोट् प्रत्ययः निष्पन्नः पठाव पठानि पठाव पठाम इति भवति अत्र एतत् विषये भवती एव उक्तवती एकं सूत्रमस्ति किम् आद्यन्तौ टकितौ खलु एतत् अग्रे आगच्छति क्लेशकमस्तु इदानीं लोटि सिद्धप्रत्ययः किं भवति भवती एव पठतु लोटि सिद्धप्रत्ययः तु तात् ताम् अन्तु शून्यं तात् तं त अन्ति आव आम अन्ति वा आन्ति आनि आनि आव आम सोरि अस्तु एतत् विषये एव पूर्वं किम् अभवत् अत्र पूर्वं पूर्वं किं भवति अभवत् ता आतां ज ता सातां द्वम् इडुवहि महिङ्ग आत्मनेपदी मूलतिङ्प्रत्ययः इदानीमत्र लट्लकारविषये दृष्टवन्तः इदानीं लोट्लकारविषये अत्र किं भवति तिप्तस्जि तिप्तस्त मिपुवस्मस् अस्ति चेत् तत् स्थाने किम् अभवत् इदानीं तु तात् तामन्तु शून्यं तात् तं त आनीयाव आम इति अत्र परिवर्तनम् अभवत् खलु परिवर्तनम् अभवत् मनसि स्थापयतु. इदानीं परस्मैपदे लोट् लकारस्य तिङ् प्रत्ययः किं किं सूत्रं भवति इति पश्येम. सूत्राणि भवन्ति एतत् विषये. इदानीमेव मया उक्तम् अत्र येरुः तस्य समीपान्तान्तं तामः लोटो लङ्वत् नित्यं नितः तस्य समीपान्तान्तं तामः इतश्च सिजभ्यस्य विदिभ्यश्च लघः शाकटायनस्यैव मेर्निः. मेर्निः एव अत्र मकारस्य स्थने नि आदेशः भवति. एतत् बहवः सूत्राणि सन्ति लोट् विषये किं किम् अभवत् इति अग्रिमवर्गे पश्येम. अनन्तरम् अत्र टिते आत्मनेपदानां तेरे एतदपि भवति. टित् आत्मनेपदानां तेरे अकारस्य स्थाने एकारः भवति. एतत् एतते एदन्ते अत्र अकारस्य स्थाने एकारः भवति पित आत्मनेपदानां तेरे. अतः बहवः सूत्राणि सन्ति येरुः तस्य समीपं तान्तं तामः नित्यं नितः. सूत्राणि बहवः सन्ति. अहमत्र सेव् लिङ्कस् इल्ल कापि लिङ्क् अड्रेस् इदानीमत्र अहं अनन्तलक्ष्मी भगिन्याः विषये प्रेषयिष्यामि. अत्र पुनरपि पुनरपि पठतु एतत् विषये. अनन्तरमेव मनसि आगच्छति, न तु न आगच्छति एव. लट् विषये बहवः क्लेशाः सन्ति. अत्र शान्ता भगिनी अस्ति वा? शान्ता भगिनी भवती प्रेषितुं शक्नोति वा? मया प्रेषितम्. अत्र अनन्तलक्ष्म्या कृते प्रेषयतु. वाट्सप् द्वारा मया प्रेषितम्. अत्र प्रेषितुं शक्नोति वा? अस्तु, अत्र फार्वर्ड् अन्य कोऽपि. अनन्तलक्ष्मी आगतवती. अस्तु, अनन्तलक्ष्मी मया प्रेषितम् अत्र वाट्सप् द्वारा. स्वीकृतं वा? अत्र ग्रूप् मध्ये प्रेषयतु. पुनरपि पुनरपि एतत् विषये पठतु. अस्तु, अत्र गोदम्माल् अन्तिमश्लोकं वदतु. गोदमाल् अस्ति वा? अस्ति. अन्तिमश्लोकं वदतु. अन्तिमश्लोकम् इत्युक्ते फलश्रुति एव, मङ्गलश्लोकम्, अन्तिममङ्गलश्लोकं. जानाति वा? अञ्जना वदतु. अनन्तलक्ष्मी वदतु. ॐ सहना भवतु, सहनौ भुनस्तु, सह वीर्यं करवावहै तेजस्विना अधिगमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरि ओम्. धन्यवादः. नमस्कारः.